Okay. सदाशिवसमारम्भः शङ्कराचार्यमध्यमा अस्मदाचार्यपरम्परा अस्मदाचार्यपर्यन्तं वन्दे गुरुपरम्परा. मम विषयो अस्ति अन्यान्निरूपणम्. अस्मिन् वाक्यार्थे अन्यान्नस्य अध्यासः कथं भवति इत्यपि, तथा च अन्यान्नं ज्ञातं न वा, अन्यान्नम् आत्मनः भिन्नम् अभिन्नं वा, तत् भावात्मकं वा अभावात्मकम्, अन्यच्च अन्यान्नस्य लक्षणम् इति एतान् विषयान् निरूपयित्वा वेदान्तनिकायम् इत्यस्मिन् ग्रन्थे अन्यान्नस्य लक्षणं सूचितमस्ति, तत् प्रतिपादयामि. आदौ अन्यान्नं कथम् अध्यस्तं जगति, यथा रज्जौ सर्पो अध्यासो भवति, सः अध्यासः अविद्यावशात् भवति, तद्वत् जगति अपि अन्यान्नात् जगदभ्यासो भवति. जगतः मिथ्यात्वात् अध्यासः अपि कर्तव्यः. अन्यान्नमपि मिथ्यापदार्थः, तत् अन्यान्नस्य अभ्यासार्थम् अन्यत् अन्यान्नम् अपेक्षितं न वा? कुतः यदा जगतः अध्यासार्थम् अन्यान्नम् अपेक्षते, तद्वत् अन्यान्नमपि मिथ्या अस्ति, तस्य अध्यासार्थम् अपि अन्यत् अन्यान्नम् अपेक्षितमस्ति. यदि एवं भवति चेत् अनवस्थादोषो भवति. तद्वारणाय संक्षिप्तशैलके उपायः प्रदर्शितः. भेदं च वेद्यं च भिन्नस्ति भेदः वेदव्यभेदान्तरमन्तरेण, यतः रामः श्यामो भिन्नः इत्यत्र भेदः श्यामं भिन्नस्ति, भेद्यं यत् श्यामं तं भिन्नस्ति, अपि च स्वयमपि स्वं भिन्नस्ति. तद्वत् अन्यान्नमपि स्वयमेव अध्यस्तं भवति, तदर्थम् अन्यानन्तरं नापेक्षितम्. अधुना एतत् अन्यान्नं ज्ञातं न वा? यदि न ज्ञातम् इत्युच्यते, अहम् अन्यः इति अनुभवो वर्तते अस्माकम्, अतः न ज्ञातम् इति वक्तुं न शक्यते. तर्हि अन्यतं ज्ञातम् इति स्वीकर्तव्यं. तर्हि इति ज्ञातं चेत् केन ज्ञातं? न प्रमाणेन ग्राह्यं न वा इति प्रश्नः. यदि प्रमाणेन अज्ञानं विहितं चेत् तत् प्रमाणेव भवति. प्रमाणेन यत् गृह्यते तद् ज्ञानमेव. अतः अज्ञानं ज्ञानं स्यात्, तस्य ज्ञानेन निवृत्तिर्न स्यात् इति एकः दोषः. अन्यच्च यदि प्रमाणेन न गृह्यं न ग्राह्यम् इति उच्यते चेत् अज्ञानम् असत् स्यात्. यथा स्वपुष्पादिकं न केनापि प्रमाणेन गृह्यते असत् वर्तते, तद्वत् अज्ञानमपि न केनापि प्रमाणेन गृह्यते असत् स्यात्. तेन का आपत्तिः? तेन अज्ञानम् यदि असत् स्यात् चेत् अज्ञानात् जगदुत्पत्तिर्न स्यात्, नाम अज्ञानस्य जगदुत्पत्तनकारणत्वं न सम्भवति. तर्हि अज्ञानं प्रमाणेन ग्राह्यमपि नास्ति, अग्राह्यमपि नास्ति, केन गृह्यते अज्ञानं? साक्षात् ज्ञानं द्विविधं, वृत्त्यात्मकं ज्ञानं, साक्षिज्ञानं. यथा रज्जो सर्पः भासते, तत्र रज्जुज्ञानं भवति, अयं सर्प ज्ञानं भवति. इदं त्वेन वृत्तिः विपरिणमते. इदं त्वेन किं वृत्तिज्ञानम् इति उच्यते? सर्पज्ञानं यदस्ति तत् साक्षिज्ञानम् इति उच्यते. तत् वृत्तेः परिणामः भवति. कुतः? सर्पस्य विषयाभावात्. तथा यत् साक्षिज्ञानं यत् अस्ति, साक्षी यदस्ति, स प्रमाणोपि नास्ति, अप्रमाणोपि नास्ति. साक्षी प्रमाण प्रमाणसाधारणः. नाम यत्र यत् साक्षिज्ञानं तत्र तत्र प्रामाण्यम् इति वक्तुं न शक्यते. यदि एवं स्यात् तर्हि अन्यान्नस्य यदि अन्यान्नं साक्ष्यात्मकप्रमाणेन गृहीतं चेत् तद् अज्ञानं साक्षिणा नाम ज्ञानेन अन्यस्य नाशो भवति. साक्षी यदि प्रमाणम् अस्ति चेत् अन्यस्य नाशः एव स्यात्. तस्य अयं सर्प इत्यत्र अस्माकं ज्ञानं द्विविधमस्ति. इति ज्ञानं सर्प साक्षिज्ञानम्. अत्र किं भवति? यथा रजौ सर्पः भासते, तत्र सर्पः नास्ति. अत्र प्रकारांशे विशेषांशे वृत्तिज्ञानं, प्रकारांशे साक्षिज्ञानम् इति उच्यते. कुतः? वृत्तेः भ्रमात्मकं सम्यक् साक्षिज्ञानं तदेव. साक्षिज्ञानं किम् अस्ति? उभयत्र अस्ति. भ्रमस्थले अपि अस्ति, भ्रमस्थले अपि अस्ति, उभयत्र अस्ति. तत्र यदि वृत्तेः परिणामः भवति चेत् वृत्तिज्ञानम् इति उच्यते. यथा अस्माकम् अन्तःकरणं यद् अस्ति, इन्द्रियद्वारा बहिर्गच्छति, विषयाकारेण परिणमते इति एवमस्ति. सम्यक्. सम्यक्. सम्यक् अध्यस्तम् किमस्ति तत् उदाहरणस्य किमस्ति सर्वं न स्वीकर्तव्यम् उदाहरणस्य एकः अंशः अस्ति अध्यासः इति यद्यपि रजत् सत्यम् अस्ति तथापि सः अंशः न स्वीकर्तव्यः उदाहरणं किमस्ति अन्यानं यदस्ति मया अनादि अस्ति तस्य आरम्भः वक्तुं न शक्यते तत् कथं कुत्र इति वक्तुं शक्यते जगत् यद्यपि सम्यक् रजौ सत्यः अस्ति किं सर्वपि सत्यः अत्र यत् ब्रह्म अस्ति तत्र सम्यक् तद् अस्माकम् अन्यमस्ति किल अस्माकं न अन्यत् अन्यमस्ति यथा रज्जौ अस्माकम् अविद्यावशात् सर्पाध्यासः भवति तद् अन्यानं ब्रह्मणः शक्तिः अस्ति माया यदि सत्यं स्यात् तर्हि वेदापत्तिः भवति यदि जगत् सत्यं स्यात् तर्हि ब्रह्ममपि सत्यं योगः सत्यं वेदापत्तिः स्यात् नान्दते किं मम श्रुतिः वर्तते यत् द्वैतमेव भवति तत् इतरम् इतरं पश्यति इति द्वैतमेव नास्ति चेत् कथम् इतरं पश्यति यदि जगत् सत्यं स्यात् तर्हि द्वैतं स्यात् द्वैतापत्तिः इति एकं यदि साक्षिणः अनुभूयते इति सिद्धं साक्षिप्रत्यक्षसिद्धत्वात् जगत् असत् नास्ति जगत् यथा प्रत्यक्षेण सिद्ध्यते तत् असत् न सत् एव यथा कपुष्पं न किमपि गृह्यते असत् इति अन्यच्च अप्रसिद्धम् अप्रसिद्धम् अन्यच्च तत् ज्ञातं न इति अयमंशः समांशः एतत् अज्ञानम् अस्माकम् अतिनिकटं वर्तते तत् आत्मना भिन्नं वा अभिन्नम् इति प्रश्नः भवति यदि अज्ञानम् आत्मना भिन्नम् अस्ति चेत् द्वैतापत्तिः इति भवति अज्ञानम् आत्मना भिन्नम् इति अभिन्नम् इति अस्ति चेत् तत् आत्मा अनित्यः अज्ञानम् आत्मनः अभिन्नम् इति एवं भवति चेत् अज्ञानमपि नित्यं स्यात् तेन अनिर्मोक्षप्रसङ्गः मुक्तिरेव न स्यात् अज्ञानस्य नित्यत्वात् मुक्तिरेव न स्यात् अतः अज्ञानं भिन्नम् इति स्वीकर्तव्यम् तर्हि भिन्नम् अस्ति चेत् भावात्मकं वा अभावात्मकम् इति विकल्पः क्रियते तर्हि यदि अन्यानं भिन्नम् अस्ति चेत् आदौ भावात्मकम् इति स्वीकृतं चेत् अहम् अन्यः इति अनुभवः अस्ति इत्यतः किं भवति अहं ज्ञानाभावान् अहम् इत्ययम् अस्माकम् अनुभवः अस्ति तर्हि अभावः विषयः तर्हि अन्यानं भावात्मकम् इति वक्तुं न शक्यते तर्हि अभावात्मकं स्वीकर्तव्यं यदि अन्यानम् अभावात्मकं स्यात् तर्हि जगत् उत्पत्तिः न स्यात् अभावेन किमपि उत्पद्यते अतः अन्यानम् अभावात्मकमपि नास्ति भावत्मकमपि नास्ति तर्हि अन्यानम् अनिवार्यम् अत्र ग्रन्थे सिद्धान्तचतुरामृतस्य ग्रन्थे तस्य अभावात्मकं यत् अस्ति केनचित् तत् स्वीक्रियते अन्यानम् अभावात्मकं तद् वारयितुम् अन्यानं भावात्मकम् इति स्वीक्रियते न तु तत्र तात्पर्यं भावत्वे अस्ति अन्यानस्य भावात्मके तात्पर्यं नास्ति तत् अन्यानम् अभावात्मकं न इति द्योतयितुं तत् भावात्मकं स्वीक्रियते तर्हि कथम् अत्र अहम् अन्या तर्हि पूर्वपक्षः भवति यदि भवता उच्यते अज्ञानं भावात्मकं तर्हि अहम् अन्यः इति पतिते नैव स्यात् अत्र ज्ञानाभावान् अहम् इति पतिते भवति किल तर्हि कथम् इयं पतितिः उपपद्यते तर्हि पूर्वपक्षेण किं भवतः नयार्थाः षट् भवति तद् भवन्ति के तत्सादृश्यम् अभावश्च तदन्यत्वं तदुपदा अप्राशस्त्यं विरोधश्च नयार्थाः षट् प्रकीर्तिताः यत् अभावार्थः स्वीकृतः विरोधोपि अस्ति तर्हि विरोधार्थेन अन्यान् अभावात्मकं न इति खण्डितं कथं तर्हि अत्र अहम् अन्यः इत्यत्र विरोधार्थकद्वयर्थप्रतिपत्तिर्भवति मातरम् अज्ञानं ज्ञानविरोधि न तु अभावात्मकं यत् नयार्थः विरोधात्मकः न तु अभावात्मकः इति एकम् अपरं च यदि अज्ञानं ज्ञानस्य अभावः इति उच्यते चेत् कीदृशः अभावः सामान्याभावः उत विशेषाभावः इति वक्तव्यं यदि अज्ञानं सामान्याभावः अस्ति चेत् अभावज्ञानार्थं प्रतियोगज्ञानम् अपेक्षितम् अस्ति तर्हि ज्ञानस्य सत्त्वे यदि किम् अभावस्य ज्ञानार्थं ज्ञानम् अपेक्षितम् अस्ति अस्माकं विषयात् अहम् अन्यः इत्यत्र विषयः कः अस्ति ज्ञानाभावः यदि प्रतियोगिज्ञानम् अस्ति चेत् तद्वशादेव विषयाभावः वर्तते किल अतः सामान्यभावः वक्तुं न शक्यते ज्ञानस्य सत्त्वे यदि ज्ञानं नास्ति चेत् सामग्र्या अभावादेव अभावज्ञानं न भवति कुतः यदि घटज्ञानं नास्ति चेत् घटाभावं न भवति तर्हि ज्ञानसामान्यभावः इति वक्तुं शक्यते, विशेषाभावः यदि अन्यानां ज्ञानस्य विशेषाभावः इति उक्तं चेत् अहम् इत्यत्र प्रतियोगितावच्छेदं किमस्ति, ज्ञानत्वम् अस्ति, न तु अहं घटज्ञानाभावान् इति अस्ति, अतः विशेषाभावः इतोपि वक्तुं शक्यते। तर्हि अभावपक्षे ज्ञानं ज्ञानसामान्यभावे नास्ति, विशेषाभावपि नास्ति, तर्हि ज्ञानं न अभावात्मकं, ज्ञानं भावात्मकम् इति स्वीकृतं, कुतः अभावात्मकं नास्ति इति चोदितम्। अधुना ग्रन्थे तस्य लक्षणं सूचितमस्ति, सविधेऽपि पृष्ठे ननु छिन्नामि कालिमा कश्चित् सहतेन विचारमसौ सुजति च रूपाणि कोटिशश्चित्रम्। अत्र सविधेऽपि दृश्यते इत्यनेन अतिनैकिट्यं वर्तते, सहतेन विचारमसौ इत्यनेन किं ज्ञायते, अन्यानस्य निरूपणं तु शक्यते, कथञ्चित् इत्यापि निरूपणं शक्यते, नाम सत्पदेन यथा रज्जो सर्पः भासते, अत्र सर्पः सत् सत्त्वं किम् आदाय, पारमार्थिकं सत्त्वं, यदा अस्माकं रज्जुज्ञानं भवति तदा सर्पस्य ज्ञानं नास्ति, यदा सर्पः सत् न, यदि असत् इति उक्तं चेत् सर्पात् भासते एव, अतः सदसद्भ्याम् अनिर्वचनीयम् इति सहते न चरामसौ इत्यनेन ज्ञायते। अन्यच्च रूपाणि च कोटिशश्चित्रम्, अन्यान्य किं जगत् प्रत्यर्भवति, अतः अज्ञानं जगत् प्रति उपादानकारणं, यदि अन्यानस्य लक्षणम् एवं भवति, अनिर्वचनीयत्वे सति कार्यमात्रोपादानत्वम् अन्यानस्य लक्षणं, तर्हि केवलम् अनिर्वचनीयत्वम् इत्येव लक्षणं कृतं चेत् जगति अतिव्याप्तिः भवति, वा अविद्यासम्बन्धे अविद्यासम्बन्धः जगत् मात्रम् अनिर्वचनीयं, तत्र अतिव्याप्तिकारणाय कार्यमात्रपदार्थत्वम् इति अयं दलम् इतत् दलम् आवश्यकं, यदि कार्यमात्रपदार्थत्वम् इति उक्तं चेत् ब्रह्मणि अतिव्याप्तिः स्यात्, ब्रह्म अपि किं भवति, उपादानकारण मायाद्वारा उपादानकारणं भवति, अतः अनिर्वचनीयत्वे सति कार्यमात्रपदार्थत्वम् अन्यानस्य लक्षणं। मात्रपदं किमर्थम् अपेक्षितमस्ति, यदि अनिर्वचनीयत्वे सति कार्योपदानं कारणम् इति उक्तं चेत् मृत्तिकायाम् अतिव्याप्तिः, मृत्तिका अपि अनिर्वचनीया, सापि घटं प्रति उपदानकारणम् अस्ति, अतः मात्रपदम् अपेक्षितं, तर्हि इत्थं लक्षणं भवति अज्ञानस्य, अनिर्वचनीयत्वे सति कार्यमात्रपदानत्वम् अज्ञानस्य लक्षणम्। अधुना अस्मिन् श्लोके श्लोकस्य अर्थद्वयमस्ति, लौकिकार्थाः शास्त्रार्थः, सविधेऽपि दृश्यते न चिन्नाम्नि कालिमा कश्चित् नभसि यत् नैजं वर्तते, तत् नै तत्सादृश्यमादाय अत्र अन्यानस्य वर्णनं कृतं, परन्तु तत्र वैलक्षणं वर्तते, अहम् अन्यानं किं भवति, जगदुत्पत्तिर्भवति, नमसि यत् नैजम् अस्ति तेन न कस्यापि उत्पत्तिर्भवति, विचारं सहते नभसि किं भवति, इत्युक्ते खगाः खगाः चारसञ्चाराः सम्भवति, अन्याने न कस्यापि निरूपणं सम्भवति। तृतीयम् अन्यान् नैजं यदस्ति नमसि नैजं तत् बहु दूरे अस्ति, अज्ञानं नमसि यत् नैजं तत् दूरे अस्ति, अन्यान् निकटे वर्तते इति वैलक्षणं वर्तते इति उक्त्वा विरमामि।